तस्मादोह एवं विद्यद्यपि चण्डालाय उच्छिष्टं प्रयच्छेदात्मनिहैव अस्य तद्वैश्वानरे हृतकं स्यादिति तदेश श्लोकः। स यद्यपि चण्डालाय उच्छिष्ट अनर्हाय उच्छिष्टं दद्य प्रतिषिद्धम् उच्छिष्टदानं यद्यपि कुर्यात् आत्मनिहैव अस्य चण्डालदेहस्ते वैश्वानरे तद्वृतं स्यात् न अधर्मनिमित्तम् इति विद्यामेव स्तौति। तदेतस्मिन् स्तुत्यर्थे श्लोकः मन्त्रोऽपि एष भवति। यते क्षुरितां बाला मातरं पर्युपासत एवकं सर्वाणि भूतानि अग्निहोत्रं पासत इति अग्निहोत्रं पासत इति यथा इह लोके क्षुरिता बुभुक्षिताः बालाः मातरं पर्युपासते कदा नो माता अन्नं प्रयच्छति इति एवं सर्वाणि भूतानि अन्नादानि एवं विधः अग्निहोत्रं भोजनम् उपासते कदा तु असौ भोक्ष्यते जगत्सर्वं विद्वद्भोजनेन तृप्तं भवति इत्यर्थः। द्विरुक्तिः अध्यायप्रतिसमाप्त्यर्थः इति चतुर्विंशखण्डभाष्यम् इति छान्दोग्योपनिषद्भाष्ये पञ्चमोऽध्यायः समाप्तः।